आरम्भश्लोकं पठतु वदतु महोदय जानाति वा आरम्भश्लोकम् आमाम् ॐ सरस्वती नमस्तुभ्यं वरदे कामरूपिणी एनाक्षरसमाम्नायम् अधिगम्यने महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः वाचकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्तु मुनित्रयम् धन्यवादः. अत्र वयम् आरम्भं कृतवन्तः अष्टाध्याय्याः समग्रदृष्टिः. समग्रदृष्टिः किं किं सूचयति इति वयं दृष्टवन्तः गतसप्ताहे. प्रकरणं प्रक्रिया च इति बोध्यं भवति एतद् विषये अस्माभिः. अत्र यथा पाकशालायां कार्यं सामग्री यत्र कुत्रापि भवति एव, इतस्ततः अटन्ति, इतस्ततः स्थापितमस्ति, शाखाः पृथक्तया अस्ति, स्थाली पृथक्तया अस्ति, अग्नि पृथक्तया अस्ति, सर्वत्र योजनेन एव अत्र भोजनं कृतम्. नमस्कारः भगिनी. नमस्कारः. एतदेव सामग्री इति वक्तव्यं. सामग्री सर्वत्र भवति एव. इदानीं परीक्षा अस्ति चेत् अत्र उत्पीठिका अस्ति, लेखनी अस्ति, अनन्तरं करपत्रमस्ति, प्रश्नपत्रमस्ति. एतत् समीचीनतया सामग्रीरूपेण एव मिलित्वा अत्र कार्यं भवति. यत्र यत्र पृथक्तया अस्ति, एकस्मिन् पक्षे सर्वं स्वीकृत्य यत्र कार्यं करोति तत्येव सामग्री इति अस्ति. तादृशमेव भोजनं कृतं, तादृशमेव अष्टाध्यायीसूत्रमपि कृतम्. इदानीं जयति इति भवति. वयं जानीमः जयति इत्युक्ते जयं भवति इति. रामः सर्वदा जयति एव इति वयं जानीमः, परन्तु तत्र जयति इति पदं कथम् आगच्छति? जी जये इति एव अस्ति, जी जये अस्ति, परन्तु लट् विवक्षा अस्ति अत्र. लट् लोट् लङ् विधिलिङ्ग् एतत् सार्वधातुकलकाराः. अनन्तरं शेषः आर्धधातुकलकारः. लट् विवक्षा अस्ति अत्र. लट् लस्य इति अधिकारे एव अस्ति. सर्वत्र लट् लोट् लृट् लृङ् सर्वत्र लकारः एव श्रूयते. अतः एव लस्य इति अधिकारे अस्ति. अनन्तरम् अत्र तिप्तश्चि सिप्तस्थ विपुवस्मस् इति अस्ति. अत्र एतदपि विवक्षा अस्ति. तिप् योजनं वा तिप् तस् योजनं वा तादृशं भवति. इदानीम् अत्र जी इति धातुं स्वीकुर्मः चेत् अत्र तिप् इति स्वीकुर्मः. विवक्षा प्रथमपुरुष एकवचनमस्ति. अतः अनन्तरम् अत्र हलन्त्यम् इत्यनेन प्रथमं लोपः भवति, इत् भवति, पकारस्य इत् भवति. अनन्तरं तस्य लोपः इत्यनेन पूर्णतया लोपः भवति. अतः ति एव तिष्ठति. इदानीं जे योगति कर्तरि शप् अस्ति. कर्तरि शप् इत्यनेन शप् भवति मध्ये. तत् शप् लशक् वा आसद्यते इत्यनेन शकारस्य लोपः भवति. अनन्तरं पकारः पूर्वमेव दृष्टवन्तः, प्रथमं हलन्त्यम् अनन्तरं तस्य लोपः इत्यनेन एतदेव लोपः भवति. अत अतः शकार उत्तरवर्ति अकारे एव तिष्ठति. आहत्य जे योगः आयोगः ते भवति. इदानीम् अत्र किं सूत्रं कार्यं करोति? तिङ्क्षित् सार्वधातुकं तिङ् तिप्तस्जि इति आरभ्य आ थ आतां झ महिङ् पर्यन्तं तिङ् भवति. षित् सर्वत्र अत्र श्यन् श्ना इति षड् दृष्टवन्तः. एतदपि अत्र कार्यं करोति. एतत् सर्वाणि अत्र प्रत्ययाः तिङ्क्षित् सार्वधातुकम् इत्यनेन एव कार्यं करोति. अनन्तरम् अत्र सार्वधातुक आर्धधातुकयोः यथा ह्रस्व इकारः अस्ति ह्रस्व दीर्घ इकारः अस्ति ह्रस्व ह्रस्वः वा दीर्घः वा अत्र कोऽपि चिन्तनं नास्ति. अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. इदानीं जे योगः आयोगः ते भवति. अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन इकारस्य स्थाने एकारः भूत्वा जे भवति. जे योगः अयोगः ति. अत्र समीचीनतया पदं नास्ति एव, अशुद्धमेव. अतः एचो यव यावः इति सूत्रम् अत्र कार्यं करोति. एचो यव यावः इति सूत्रेण अत्र इकारस्य स्थाने एकारः भवति. अतः एकारस्य स्थाने इदानीं सार्वधातुक अर्धधातुकयोः इत्यनेन एव इकारस्य स्थाने एकारः भवति. एचोयव यावः इत्यनेन अयादेशः भवति. एकारस्य स्थाने अयादेशः. इदानीं यज् योगः ऐ योगः आ योगः ति. आहत्य वर्णमेलन वर्णमेलने अत्र जयति इति क्रियापदं निष्पन्नम्. एतत् पूर्वमेव दृष्टवन्तः. इदानीं प्रकरणम् इति किम्? एतदेव अत्र आहत्य आरम्भं कर्तुं शक्यते. पूर्णिमा पठतु प्रकरणम्. पूर्णिमा अस्ति वा? अस्तु, अस्मि अस्मि. पठतु पठतु प्रकरणम् इति आरभ्य पठतु. भगिनी मम स्क्रीन् किञ्चित् प्राब्लम् अस्ति भगिनी, कोऽपि अन्ये पठेत्. अत्र अनुसूय पठितुं शक्यते वा? पठामि. अत्र प्रथमम् उदाहरणम् अस्माकं परिचितं संज्ञाप्रकारम्. अस्मिन् क्रमेण अष्टसूत्राणि सन्ति. यस्मिन् प्रत्येकसूत्रस्य बोधनार्थं पूर्वतनानाम् अपेक्षा अनेन प्रकटं भवति यत् येषाम् अष्टानां सूत्राणाम् अवगमने मनसि दृढीकरणे च अष्टाध्यायाः एव पठनेन सौकर्यं यत्र क्रमेण सूत्रेण प्राप्यन्ते. अतः अत्र अर्थ किं भवति प्रतिपादयतु महोदय. एतदन वयं विसर्गप्रकरणं कुर्मः. विसर्गप्रकरणे अष्टसूत्राणि सन्ति. अष्टसूत्राणि उपदेशे जनुनासिकचित्तः अलञ्चं दशकोतदिते इति सर्वाणि सूत्राणि उपयुज्य औपदेशिक उपयोगिरूपं प्राप्नुमः. तदेव अत्र अग्रे वयं पठामः चेत् अवगन्तुं शक्यते. अग्रे भवती एव पठतु. अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि प्रत्ययेषु अपि उपदेशे जनुनासिक इत्यु प्रथमाध्याये तृतीयपादे द्वितीयसूत्रम् उपदेशे अच् अनुनासिक इत् हलन्त्यम् अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल्लित् तत्र उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे इत्यनेन अनुवृत्ति भवति. केवल हलन्त्यम् इति भवति. अनुवृत्तिसूत्रेण उपदेशे इति अनुनति भवति नाविभक्तो स्माः एतद् हलन्त्यम् इति सूत्रस्य बाधकसूत्रं भवति विभक्तौ अवर्ग सकारमकार उपदेशे न इच्छा भवति उपदेशे जनुनासिक इत्यनेन सूत्रात् उपदेश इत्यनयोः अनुवृत्ति भूवादयः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वचनपरिणामं विभक्तिपरिणामं च कृत्वा अग्रेपि पठामि वा भगिनि न न न इदानीम् उपदेशे अज अनुनासिक हित् इति सूत्रं स्वयं सम्पूर्णम् अतः अत्र अनुवृत्तिसहितसूत्रस्य कार्यं न प्रवर्तते अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि प्रत्ययेषु अपि भवति उपदेश अज अनुनासिक हित् इति अनन्त्यम् अनन्तरं न विभक्तौ तुस्माः आदिं नुटुडवः एतत् चत्वारि सूत्राणि धातुषु अपि भवति प्रत्ययेषु अपि भवति इदानीं हलन्त्यं वयं जानीमः अत्र अनुवृत्तिसहितसूत्रमस्ति उपदेश अन्त्यं हल् इति भवति यत्र इदानीं स्वीकुर्मः चेत् टिप् इति अस्ति पकारः हल् वर्णः अतः हल् इति इत् भवति उपदेश अज अनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृत्तिः उपदेशे मया पूर्वमेव उक्तम् उपदेश कुत्र कुत्र भवति कोऽपि वक्तुं शक्यते वा पञ्चविधाः सन्ति मया पूर्वमेव उक्तं कोऽपि वक्तुं शक्यते वा धातु आदेश आगम सूत्रमपि प्रथमं धातु अनन्तरं सूत्रम् अनन्तरं प्रत्ययः अनन्तरम् आगमः अनन्तरम् आदेशः एतत् सर्वाणि पञ्चविधानि अत्र किं भव किं वक्तुं शक्यते उपदेशे अवस्थायाम् उपदेश अवस्थायाम् एव अत्र प्रत्यय अनन्तरं धातुषु अपि कार्यं भवति एतत् इत् इत्यनयोः अनुवर्तते अनन्तरं न विभक्तौ तुस्माः एतत् प्रसिद्धसूत्रमस्ति अत्र तिप् तस् अस्ति तस् इति अस्ति इदानीं तिप् भवति इति भवति परन्तु अत्र भवतः भवति भवतः भवन्ति एव भवति अत्र सकारस्य लोपः न भवति लोपः भवति चेत् अत्र भवत इत्येव भवति परन्तु अत्र रामः अस्ति लक्ष्मणः अस्ति अतः भवतः इत्येव वक्तव्यं सकारस्य लोपः न भवति एतत् सकारस्य लोपः न भवति एतत् सूत्रं किं भवति प्रसिद्धसूत्रं चेत् न विभक्तौ तुस्माः अतः अत्र सकारस्य स्थाने ऋत्वविसर्गौ ऋत्वविसर्गौ किं किं भवति कोऽपि ससजशोरुः अनन्तरं करावसानयोर्विसर्जनीयः एतदेव ऋत्वविसर्गौ इति भवति तत् द्वौ सूत्रे एव अत्र कार्यं कृत्वा भवतः इति भवति न विभक्तौ तुस्माः अत्र अनुवर्तिसहितसूत्र प्रश्नः अस्ति वा महोदय न न ससजसोरु विषये तु अस्ति कि सकार अस्ति पदे अन्ते धातु अस्ति चेत् मध्ये सकार तत्र रकार भवति रेपः रकारः इति न उक्तवान् क्षम्यतां रेपः भवति अत्र कोऽपि इतः पर्यन्तं रकारः रकारः इति न वक्तव्यं मया पूर्वमेव एतत् रादिपः रादिपः इति अस्ति अतः तत्र रेपस्य स्थाने कर अवसानयो विसर्जनीयः इत्यनेन अत्र विसर्गः भवति, अतः एव भवतः भवतः इति रूपं स्वीकुर्मः. उपदेशे विभक्तौ अन्त्याः अलः सुष्मः न इतः अत्र एवं गय उच्चायवरटल्लान्नल् एतत् सर्वाणि माहेश्वराणि सूत्राणि भवन्ति. अत्र ऐ उण् इति नकारः अस्ति. सर्वत्र चतुर्दश अत्र माहेश्वराणि सूत्राणि सन्ति. अन्तिमवर्णः सर्वे इत् भवति. किं सूत्रेण? गतवर्गे मया सूचितम् एतत् विषये. किं सूत्रेण? माहेश्वराणि सूत्राणि इति सूत्रेण. किं किं? हलन्त्यं. न प्रयत्नं करोतु, मया सूचितमेव. ज्ञापकं दट् शोस् द लिमिट् आफ् द सूत्र. इट् इस् एण्डिङ्ग् इन् हलन्त एण्ड् विस्मृतं चेत् मया लेखनार्थं मया उक्तमेव. लेखनार्थमेव पठतु अत्र. आदिरन्त्येन सहेता. आदिः अस्ति ऐवुण् ऐवुण् लुक् ए ओङ् ऐ औच् प्रथमवर्णः सर्वाणि आदिः इति भवति. अन्त्येन ऐ उ इन् इति अस्ति. ऐ वुण् लुक् ए ओ प्रश्नः सम्यक् नावगतं महोदय. अदर्वैस् आदिरन्तेन सहित उत्तरं जानामि स्म, परन्तु भवत्याः प्रश्नः सम्यक् न अवगतं मया. अस्तु अस्तु, एतत् सूत्रेण एव इत् भवति सर्वत्र. अत्र आदिः अन्त्येन सह इता. सः इत्युक्ते अत्र अन्त्येन इति तृतीयपदमस्ति, अतः सः इताः इत् भवति सर्वत्र. ऐ उण् लुक् एवङ् ऐ औच् हयवरटलङ्गबैकडद चबगडद कप चटत चटतौ कपै शश हल् इति अस्ति. सर्वाणि अत्र माहेश्वराणि सूत्राणि अन्तिमवर्णः इत् भवति. किं सूत्रेण इत्युक्ते आदिः अन्त्येन सह इता. इता इति स्वीकुर्मः चेत् इता इति अत्र स्त्रीलिङ्गपदमपि अस्ति. इता इते इताः. अनन्तरम् अत्र पुल्लिङ्गपदमस्ति चेत् इतः इतौ इताः इति अस्ति. इतः इत्युक्ते अत्र सर्वाणि चतुर्दश माहेश्वराणि सूत्राणि अन्तिमवर्णः इत् भवति. किं सूत्रेण? आदिरन्तेन. कुत्रापि लिखतु आदिरन्तेन सहेत एव एतत् इत् भवति. अनन्तरम् अत्र किं सम्बोधयति? किं किं तृतीयविभक्ति किं सम्बोध्यति? इदानीमेव मया ऐ उन् इति माहेश्वराणि सूत्राणि जानन्ति खलु? आमाम्. अत्र सर्वत्र अन्तिमवर्णः प्रत्याहारस्य ग्रहणं कथं करणीयम्? आदिरन्तेन सहित उत्तरं. प्रत्याहारस्य ग्रहणस्य कृते इत्युक्ते आदि अपि इत् भवति इति वा? न अत्रैव आदिरन्तेन सहित पठितव्यम्. अन्तिमस्वरः इत् भवति. ऐ उन् इन् इत् भवति खलु. किं सूत्रेण इत् भवति? आदिः अन्त्येन सहेत. आदि अन्त्येन सहेत इत्यनेन एव इत् भवति. अनन्तरम् अत्र कुचुटु तुपु इति अस्ति खलु, जानन्ति खलु? मया उक्तमेव. कु इत्युक्ते सर्वाणि का वर्गः? उत्तमं. का वर्गः? कति वर्णाः सन्ति? पञ्चवर्णाः पु चु टु तु पु सर्वत्र उकारः एव अस्ति खलु उकारः एव श्रूयते तत् उकारः इत् भवति अतः तत्र सर्वत्र उदित् इति स्वीकुर्मः लिखतु कुत्रापि लिखतु कुचिटु तुपु इति स्वीकुर्मः चेत् अत्र सर्वत्र उकारः इत् भवति अतः तत्र कुचिटु तुपु इति उदित् भवति उदित् उ इत् भवति तावदेव एतत् वाट् इस् दिस् इतोपि अडिशनल् इन्फर्मेशन् फार् युर् सेक् कुत्रापि लिखतु अत्र पाठकविषये झटिति झटिति वक्तव्यम् इति न महोदय कवर्गस्य कुवर्गस्य उकारस्य इति संज्ञा भवति तत्र तु का का अवशिष्यते तु का का तु मद पञ्चवर्णानि न सर्वत्र कुचुटु तुपि इति स्वीकुर्मः चेत् झटिति कु इत्युक्ते किं पञ्चवर्णाः चु इत्युक्ते किं पञ्चवर्णः अत्र उकारः उच्चारणार्थम् इत् भवति अतः तत्र कुचुटु तुपि इत्युक्ते उदित् भवति उदित् उदित् उदित् लेखनीयं वा उदित् भवति एतदेव एतत् उदित् कुत्र भवति चेत् कुचुटु तुपि इत्यनेन एव भवति सर्वत्र हु छु तु तु हु अत्र सर्वत्र उकारः इत् भवति अतः एव एतत् उदित् इति भवति स्मरणार्थं मया एतत् लिखितं मनसि स्थापयतु अनन्तरं सर्वत्र इत् भवति किं कुत्र भवति किं कारणे इत् संज्ञा भवति उदित् उकारः इति उच्चारणार्थम् एव उकारः अस्ति तर्हि कथं जानामि किमत् क वर्ग अस्ति या क क वर्ण अस्ति महोदय अत्र कुचुटु तुप् इति अस्ति वर्णाः पञ्च एव अत्र अत्र उकारः कुत्र उकारः कुत्रापि श्रूयते वा न कु अस्ति चेत् अहं जानामि किमपि क वर्गविषये मध्ये भवती वदति अस्तु का वदामि तत्र तु मध्ये का मध्ये एकः वर्णः अस्ति तत्र तु मध्ये कुवर्ग सम्बोध्य न सम्बोधयति तु का कु उकार मध्ये हि संज्ञा भवति चेत् मध्ये तत्र तु का अवशिष्यते का तु मध्ये वये सिङ्गल् मध्ये एकं वर्णं मध्ये सम्बोधयति तु तत्र तु अन्तरं भवति परिवर्तनं महोदय अस्तु इदानीम् अग्रे चरेम इदानीम् अत्र उपदेशे विभक्तौ अन्त्याः अलः तुष्माः न इतः सो अत्र अन्त्रे अन्त्यवर्णाः तुष्माः इति तु सकारः मकारः अत्र न इतः इत् न भवति एतत् प्रसिद्धसूत्रमस्ति अतः एव अत्र भवतः इति वयं स्वीकुर्मः अनन्तरं भवसि भवतः भवत भवामि भवावः भवामः अत्र निसर्गस्य स्थाने सकारः न इत् भवति एतत् सूत्रेण एव अनन्तरम् अत्र आदिर्नुटुडवः सर्वे जानन्ति एव आदिर्नुटुडवः यत्र नी टु ड वः उत्तम बहुवचनमस्ति यत्र एतत् प्रथमतया आगच्छति सर्वत्र अत्र इत् भवति आदयः इत्युक्ते यत् आदिमः वर्णः नि टु ट वः एतत् सर्वाणि अत्र आदि भवति, अत्र इत् भवति किं सूत्रेण चेत् आदिर्नुटिडवः इत्येन. अस्तु, एतत् सर्वाणि चत्वारि सूत्राणि आदिर्निटुडवः इति सूत्रस्य आदिर् नि टु डु उ खलु आदिर्निटुडवः. अत्र अत्र पश्यतु अत्र किं किं भवति, डु इति अस्ति आदिः नि टु तथा डु. अत्र उकारस्य स्थाने एव वकारः आगच्छति, अतः एव वकारः वः आदिर्नुटुड वः इति बहुवचने भवति. अस्तु, इदानीं चत्वारि सूत्राणि कुत्र कुत्र भवति चेत् धातुषु अपि भवति प्रत्ययेषु अपि भवति. अनन्तरं तदा अग्रे क्रमेण त्रीणि सूत्राणि एव प्रत्ययेषु एव भवति, धातोः विषये न भवति. अत्र पूर्णिमा गीता श्रीधर पठितुं शक्यते वा? गीता श्रीधर अस्ति वा? आं भगिनि, अस्मि भगिनि. पठतु तदा. तदा अग्रे क्रमेण त्रीणि सूत्राणि प्रत्ययेषु एव शः षक् प्रत्ययस्य अत्र अनुवृत्तिसहितसूत्रम् एतत् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इत् तत्र आदिर्निटुडवः इत्यस्मात् आदिः उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत् चुटु अनुवृद्धिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ तत्र षक् प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निटुडवः इत्यस्मात् आदिः उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत् अनन्तरं लषक्व तद्धिते अनुवृद्धिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लषखु इत् अत् असद्धिते शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निटुडवः इत्यस्मात् आदिः उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत् अन्ते इत् लोपः लोपविधि विधिः तस्य लोपः अनुवृत्तिसहितसूत्रं तस्य इतः लोपः तत्र उपदेशे अजनुनासिक इत् करपत्रम् अग्रे करोतु. अत्र प्रत्ययस्य एतत् प्रथमं शकारः अस्ति, एतदपि इत् भवति उपदेश अज अनुनासिक इत् इत्यनेन. अनन्तरं चुटु सर्वे जानन्ति एव, आदिर्नुटुडवः यथा पूर्वं दृष्टवन्तः चा तादृशमेव चुटु इति अस्ति चकारः. अनन्तरं चु वर्गः इदानीमेव मया उक्तं खलु उदित् इति अस्ति, चुटु अपि उदित् अस्ति, अतः तत्र चुटु इत् भवति. चकार पञ्चवर्णाः, टकार पञ्चवर्णाः इत् भवति. अनन्तरं लषक्व आतद्धिते, लषक्व आतद्धिते वयं जानीमः कर्तरि शप् इत्यनेन शकारः भवति, अत्र शकार उत्तरवर्ति अकारः एव तिष्ठति, शकारः तु लषक्व आतद्धिते इत्यनेन इत् भवति. एतत् सर्वाणि पञ्च षड् सप्त एतत् त्रीणि सूत्राणि प्रत्ययेषु एव भवति. पूर्वं मया एतत् सर्वाणि चतुर्दश चत्वारि सूत्राणि धातुषु अपि भवति प्रत्ययेषु अपि भवति. एतत् त्रीणि सूत्राणि केवलं प्रत्ययेषु एव भवति. इदानीं किशोरमहोदय, अन्ते यत् लोपः विधिः किं किं भवति इति पठतु. अष्टम बिन्दु अस्ति, तस्य लोपः प्रथमध्यात्यस्य पादे नवम नूतनं सूत्रम् अनुवृत्ति सहित सूत्रम् तत् लोप तत्र उपदेशे जनुनासिक इत प्रथमध्याय तृतीयपादे द्वितीय सूत्रम् इत्यस्मात् इत्यस्य अनुवृत्ति अस्ति. तत्परं सूत्रं प्रथमस्ति भुवादयो धातव प्रथमध्याय तृतीयपादे प्रथमसूत्रम् अनुवृत्ति अस्ति. त्रीणि भुवादयः महोदय, भुवादयो धातवः प्रथमाध्याये तृतीयपादे एकसूत्रम् आरभ्य अत्र त्रिनौति पर्यन्तं भवति भुवादयः धातवः. तादृशमेव अग्रे पठतु. उपदेशे जनुनासिक इति प्रथमध्यातृतीयपादे द्वितीयं सूत्र आरभत नवमतं सूत्रं पर्यन्तम् अस्ति अनुवृत्ति. तत्परं हलन्तम् अस्ति प्रथमपादे तृतीयपादे तृतीयसूत्रम् आरभत प्रथमध्याय तृतीयपादे सप्तम सूत्रं पर्यन्तम् अनुवृत्ति अस्ति. तत्परम् आदिरितुण्डुः अस्ति प्रथमध्याय तृतीयपादे पञ्चम सप्तम नास्ति अष्ट अष्टमसूत्रपर्यन्तम् तीन चार पञ्च सप्तम अष्ट खलु षष्ठसूत्रपर्यन्तं अग्रे अग्रे तत्परम् आदिरितुण्डुः अस्ति प्रथमध्याय तृतीयपादे पञ्चम सूत्रम् आरभ्य अष्ट सूत्रम् अष्टमसूत्रपर्यन्तं. एकनिमिषम्, अत्र आरभ्य इति मया उक्तम्. अत्र किमर्थम् आरभ्य इति मया उक्तं, किमर्थम् अत्र कोऽपि जानन्ति वा? ल्यप् प्रत्ययः किं स्थाने आगच्छति? स्वास्थाने, त्वान्तं, त्वान्तं स्थाने. उत्तमम् उत्तमम् उत्तमम्. त्वास्थाने एव ल्यबन्तम् आगच्छति, ल्यपि च इति सूत्रेण. अस्तु, अग्रे पठतु महोदय. अवगच्छामि एव पुनः वदतु वदतु, कोऽपि वदतु अत्र किं भवति इति. मया किम् उक्तम् आरभ्य इति आरभ्य इति प्रत्ययः तत्र अस्ति, ल्यप् प्रत्ययः भवति. आरम्भम् इति कूड वदामः, तत्र आरभ्य त्वा कृत्वा इति वदामः, तादृशम् आरम्भं कृत्वा इत्यस्मिन् स्थाने आरभ्य इति ल्यप्रत्ययेन आगच्छति. स्वाप्रत्ययस्य स्थाने, स्वाप्रत्ययस्य स्थाने सर्वदा ल्यप् एव भवति. मनसि स्थापयतु, कुत्रापि लिखतु एव. तत्र उपसर्गः अस्ति आरभ्यत, तर्हि अन्यथा न. अग्रे पठतु महोदय. आम्, सप्रत्ययस्य प्रथमध्याय तृतीयपादे स्पष्टं सूत्र आरभ्यत अष्टं सूत्रं पर्यन्तं प्रथमध्याय तृतीयपादे सप्तमं सूत्रं लसक्तद्विते प्रथमध्याय तृतीयपादे अष्टमं. अत्र अत्र किमपि सूत्रं न अस्ति, किमर्थं? तत्र मध्ये अनुवृत्ति नास्ति, अनुवृत्तिसहितसूत्रं नास्ति एव. किमर्थं चेत् चुटु स्वयं सम्पूर्णं खलु यत्र स्वयं सम्पूर्णं सूत्रमस्ति अत्र अनुवर्तिसहितसूत्रस्य कार्यं न करोति एव अस्तु अग्रे पठतु महोदय चुटु सम्पूर्ण सूत्रं तु नास्ति अतः तु मते वन् त्री सेवेन् अस्ति खलु एतत् छुटु विषये किञ्चित् अग्रे नास्ति एव उपदेशे अस्तु अग्रे पठतु लसप्तदिते प्रथमध्याय पादे अष्टकं लषक् वा तद्धिते तद्धितम् इत्युक्ते किम् आतद्धितम् इत्युक्ते किम् तद्धिते अस्ति प्रातिपदिकं तत्र प्रातिपदिकं योगं प्रातिपदिकं तद्धित् भवति तद्धित् अस्ति चेत् तत्र तत्र मुख्यः लसक् तद्धिते कार्यं न करोति तत्र तस्य लोपः अस्ति संज्ञा पूर्वम् अभवत् तस्य लोपः भवति प्रथमध्याय तृतीयपादे नवमतं सूत्रम् अग्रे अत्र संक्षेपे प्रकरणस्य अन्यत् उदाहरणद्वयं दीयते येन प्रकरणसम्बद्ध अनुवृत्ति अस्पृष्टतया दृश्येत स्पष्टतया दृश्यते एतत् सर्वाणि एतत् सर्वाणि सूत्राणि वयं दृष्टवन्तः समीचीन साधारणतया प्रयोगमेव अत्र वयं जानीमः इदानीं द्वित्वप्रकरणं शान्ता पठतु शान्ता अस्ति द्वित्वप्रकरणम् अस्य प्रकरणस्य द्वादशसु सूत्रेषु एव सम्पूर्णतया संस्कृतभाषायां कुत्र कुत्र द्वित्वम् अपेक्षते इति सूच्यते अपि च यत्र कुत्रापि द्वित्वम् अपेक्षते तच्च द्वित्वं कथं क्रियते इत्यपि सूच्यते अत्र एकनिमिषं द्वित्वम् इत्युक्ते किं कोऽपि जानन्ति वा मया पूर्वमेव उक्तं द्वित्वं कुत्र कुत्र भवति इति पञ्चस्थानानि भवन्ति इति मया उक्तम् एतत् लिखितं खलु किं किं पठतु लिट् लकारे उत्तमं सनादि उत्तमम् एवं तत्र मया किञ्चित् एतत् पञ्च स्थानानि भवन्ति इति मया लिखितमेव चङ् सन् यङ् लिट् श्लु जानन्ति वा लेखनीयं वा मया लिखितमेव पूर्वमेव एकवारं वदतु भगिनि अस्तु अत्र मया लिखितम् अत्र किमर्थम् अत्र पुनरपि यत्र कुत्रापि मया लिखितमेव अत्र छङ् नास्ति वा अस्तु अहं पुनरपि लिखामि छङ् अनन्तरं किं भवति सन् अनन्तरं यङ् यङ् अनन्तरं लिट् मया पूर्वमेव एतत् विषये लिखितमेव अनिल् महोदय जानन्ति श्लू एतानि सर्वाणि पदानि रेड् कलर् मध्ये मया पूर्वं स्थापितम्। किं किं भवति चेत् दत्वा अत्रैव भवन्ति दत्वा। अस्तु लिखितं वा? आम् भगिनि। पञ्चस्थानानि एव दत्वं भवति, छङ्गुमति, सन्मति, रिपटिषु, यङ्ग्, लिट् लिट् अनन्तरं चकार तादृशं भवति, श्लू, तत्र सर्वत्र द्वित्वं भवति। इदानीम् अग्रे पठतु शान्ता। एकाचो द्वे प्रथमस्य अधिकारसूत्रं द्वादशं सूत्रं पर्यन्तं सर्वत्र वर्तते। सूत्रं स्वयं सम्पूर्णं जाग्र जा जाग्र पच् पच् पच् इ किमर्थमत्र द्वित्वं भवति चेत् एकाचो द्वे प्रथमस्य, एकाचे द्वे प्रथमस्य किं सूचयति चेत् अत्र पश्यतु, एकाचो द्वे प्रथमस्य यत्र अधिकारसूत्रम् अस्ति इतः परं द्वादशान् साग्वान् मीड्वां च इति यावत्सु सूत्रेषु यत् द्वित्वं विधीयते यत् द्वित्वं धातोः प्रथमस्य एकाच् अवयवस्य भवति। प्रथमवर्णः किं भवति इदानीम्? अत्र जा भवति, अत्र पच् भवति प्रथमवर्णः, अत्र पच् पच् भवति। इ अस्ति चेत् प्रथमवर्णस्य एव द्वित्वं भवति इ इति। अतः एकाचो द्वे प्रथमस्य इत्यनेन द्वित्वं भवति। अनन्तरम् अग्रे अजादेव द्वितीयस्य अधिकारसूत्रं द्वादशसूत्रं पर्यन्तं सर्वत्र अनुवर्तते। सूत्रं स्वयं सम्पूर्णं अजादेः द्वितीयस्य इति सूत्रम् आरभ्य द्वादशपर्यन्तं तत्र अनुवर्तते, अनुवर्तिसहितसूत्रम् एतत् विषये। अनन्तरम् अग्रे तृतीयबिन्दुः नन्द्राः संयोगादयः। अजादेः द्वितीयस्य नन्द्राः संयोगादयः द्वे, एक्साम्पल् ऊर्नु ऊरूनु, उन्द् अधिकं सन् उ योगम् इन्दि योगं श उ योगं दि दि योगं श उन्दिदिश उन्दिदिश। अत्र ऊर्नु एव स्वीकुर्मः चेत् ऊर्नु इति भवति। किमर्थम् अत्र नकारस्य स्थाने कर्तम् नकारः भवति चेत् नूनः इति सूत्रेण अत्र महाप्राणनकारेषु दन्ते नकारः आगच्छति। अनन्तरम् उन् उन् इति स्वीकुर्मः चेत् सन्नन्तं भवति, सन्नन्ते नेत्र भवति चेत् तत्र किं भवति? द्वित्वं भवति। ऊ योगः इन्दि इदानीं स्वीकुर्मः चेत् अत्र शकारः भवति। किमर्थं शकारः चेत् अत्र सन्नन्तं भवति, अत्र उन्दि योगः अनन्तरं दि एव तिष्ठति, द्वित्वं भवति। अतः तत्र एतत् उन्दिदिश इति सन्नन्तरूपं भवति। अग्रे एतत् विषये विवरणम् आगच्छति एव, चिन्ता मास्तु। अग्रे पठतु। पूर्वाभ्योसः पूर्वाभ्यासः, पूर्वः अभ्यासः द्वयोः संज्ञासूत्रम्। एतदपि अत्र पश्येम चेत् अस्मिन् द्वित्वप्रकरणे ये द्वे विहितः, यत्र द्वौ अत्र द्वौ इति पुल्लिङ्गपदं, द्वे द्वे इत्युक्ते स्त्रीलिङ्गपदम् अनन्तरं नपुंसकलिङ्गपदं, द्वे विहितः द्वयोः यः पूर्वः यत् पूर्वप्रथमवर्णः भवति तस्य अभ्यासस्य इति नाम दीयते. यत्र कार्यम् अभ्यासस्य इत्युक्ते द्वित्वं भवति, पूर्ववर्णस्य विषये एव अत्र अभ्यासः इति नाम दीयते. पूर्ववर्णः एतत् पच् इति स्वीकुर्मः चेत् अत्र द्वित्वे पच् पच् इति अस्ति खलु, इति स्थिते यः प्रथमपच् अस्ति तस्य अभ्याससंज्ञा भवति. पच् पच् इति अस्ति चेत् एतत् प्रथमपच् इति अभ्यासः इति उच्यते. तावदेव पूर्व अभ्यासः. एतत् अभ्यासेन एव अनन्तरं पच् इति भवति. अग्रे उभे अभे अभ्यस्तकम् उभे द्वे अभ्यस्तं संज्ञासूत्रम्. एतदपि उभे इत्युक्ते द्वित्वं भवति खलु. उभे इत्युक्ते किं? द्वि अस्ति खलु, द्वे. उभे अभ्यस्तम्, अभ्यस्तम् इत्युक्ते प्रथमं यत् आगच्छति पुनरपि आगच्छति. एतदेव उभे अभ्यस्तम्. अग्रे यक्षित्यादयः षट्, यक्षित्यादयः षट् अभ्यस्तम्. पदादिगणे एक अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति, जक्ष जाग्र दरिद्रा चकासु शासु दीधिङ् वेविङ् च, तेषां द्वित्वाभावे अपि अभ्यस्तसंज्ञा. इदानीमेव मया उक्तम् अभ्यस्तं यत्र पूर्वपदं पच् अस्ति चेत् पुनरपि पच् आगच्छति, पच् पच् तत्र अभ्यस्तसंज्ञा इति नाम. अत्र जक्षित्यादयः षट् इति भवति. अत्र जक्ष जागृ दरिद्र चकास् शास् दीदीङ् वेविङ् यत्र कार्यम् अग्रे आगच्छति एव. एतत् विषये जक्ष इति स्वीकुर्मः, जागृ स्वीकुर्मः, प्रत्येकपदं स्वीकुर्मः, प्रत्येकं धातुः स्वीकुर्मः, अत्र कार्यम् अग्रे आगच्छति एव. अग्रे पठतु. सुजादीनां दीर्घोऽभ्यासस्य सूत्रस्वयं सम्पूर्णं. सुज् एव धातूनाम् अभ्यासस्य स्वरः दीर्घः. वेदे एव तुज् योगं कानच् लिटः कानच् वा इत्यनेन वेदे लिटः स्थाने कानच् विकल्पेन तूतु जानः ऋग्वेदे सूत्रम्. अत्र तुज् इति अस्ति, अत्र तूज् इति भवति, अत्र दीर्घं भवति. पूर्व एतदपि अत्र कार्यम् एकं सूत्रेण एव प्रथम उकारस्य स्थाने दीर्घ ऊकारः भवति. तूजुजाणः अभ्यासकार्यं तत्र अपि भवति. अभ्यासस्य स्वरः दीर्घः भवति किं सूत्रेण? तुजादीनां दीर्घो अभ्यासस्य, अतः एव अत्र सूत्रेण ह्रस्व ऊकारस्य स्थाने दीर्घ ऊकारः भवति. अत्र चन्द्रमति पठितुं शक्नोति वा अग्रे? लिटि धातोरनभ्यासस्य षष्ठाध्याये प्रथमपादे अष्टमं सूत्रं लिटि धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य वच् वच् वच् उवाच लिट् लक लिटि. इदानीं मया उक्तं कुत्र कुत्र द्वित्वं भवति. यङ् मध्ये भवति, सन् मध्ये भवति, यङ् मध्ये भवति, लिट् मध्ये भवति, अनन्तरं श्लूङ् मध्ये भवति द्वित्वम्. इदानीम् अत्र लिटि इति स्वीकुर्मः चेत् अत्र अपि द्वित्वं भवति. अत्र वच् वच् इति भवति. वच् वच् किमर्थम् अत्र उवाच भवति? कोऽपि जानन्ति वा? वकारस्य स्थाने किमर्थम् उकारः भवति? मया उक्तं, शान्ता जानन्ति खलु. सम्प्रसारणं उत्तमं, बहु उत्तमं. सम्प्रसारणस्थाने अत्र प्रथमसूत्रमस्ति अत्र म्यूट् करोतु. यग् यनः सम्प्रसारणम् इति सूत्रमस्ति. इकः स्थाने यनः, इको यनच इति भवति, इकः स्थाने यन् आदेशः भवति. इदानीं सम्प्रसारणं भवति चेत् अत्र उल्टा भवति, यनः स्थाने इक् भवति. अतः यकारस्य स्थाने इकारः, वकारस्य स्थाने उकारः. अतः एव उवाच, अर्जुन उवाच इति वयं बहुवारं पठितवन्तः. सन्यङ्गोः इति मया उक्तं, लिटि सन् श्लौ चङ्कि, अनन्तरं किं भवति, चङ्ग् श्लू. श्लू कुत्र भवति कोऽपि जानन्ति वा? दिवादिगणे सप् लुप्तवस्तुगणे जुहोत्यादिगणे सप् लुप्तवती श्लू श्लू भवति जुहोत्यादिगणे. अग्रे पठतु भगिनि. सन्यङ्गोः सन्यङ्गोः षष्ठाध्याये प्रथमपादे नवमं सूत्रं. सन्यङ्गोः धातोः अनभ्यासस्य एकाचोद्वये प्रथमस्य अजादेः द्वितीयस्य सनि पठ पठ पठ पिपठिष्यति. अत्र शकारः सर्वत्र श्रूयते, यत्र सन्नन्त भवति तत्र. अतः तत्र पिपठिष्यति इति भवति. एतत् किञ्चित् अत्र योजनमेव, अत्र निपातनं भवति, सिद्धरूपेण भवति. एतत् शिष्टप्रयोगं भवति, अतः तत्र बहु कार्यं नास्ति एव सन्नन्तमेव सन्नन्तविषये. परन्तु लिट् स्थाने बहु कार्यम् अस्ति, बहवः सूत्राणि अपि सन्ति. अग्रे पठतु. श्लौ षष्ठाध्याये प्रथमपादे दशमं सूत्रं. श्लौ धातोः द्वे, धातोः इत्यस्य अनुवृत्तिः भवति. लिटि धातोरनभ्यासस्य षष्ठाध्याये प्रथमपादे अष्टमं सूत्रम् इत्यस्मात् सूत्रात् एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य इत्यनयोः अधिकारः अत्रापि. किन्तु जिहोत्यादिगणे अनेकाच् धातुः एकः अपि नास्ति. दा दादा ददाति. अत्र अत्र किं सूत्रमस्ति चेत् दा इति भवति खलु दादा. अत्र दा इति दीर्घ आकारस्य स्थाने ह्रस्व अकारः भवति, अतः एव ददाति इति भवति ह्रस्वः इत्यनेन. अत्र अग्रे आगच्छति एतत् विषये. प्रथमं सूत्रम् अनभ्यास् किम् अर्थम् अत्र अभ्यासं भवति खलु. अभ्यासम् इत्युक्ते द्वित्वं भवति, पूर्वमेव दृष्टवन्तः. अत्र अभ्यासं नास्ति एव, अतः एव नञ्जे अत्र अनभ्यासस्य न अभ्यासस्य अनभ्यासस्य धर्मः अधर्मः तादृशम् अभ्यासस्य अनभ्यासस्य. अत्र अनभ्यासम् अभ्यासमित्युक्ते पूर्वमेव वयं दृष्टवन्तः किम् अभ्यासमिति. पूर्वोऽभ्यासः यत्र पूर्वोऽभ्यासः द्वयोः मध्ये पूर्वमेव भवति कार्यम्. अत्र अनभ्यासस्य पूर्वकार्यं नास्ति. द्वितीयस्य अजादेः यत्र अच् आदेः भवति तत्र एव द्वितीयं भवति. तावदेव वच् इति स्वीकुर्मः चेत् वकारः उत्तरवर्ति अकारः अस्ति, अतः एव अत्र कार्यं भवति वच् वच्. अत्र सम्प्रसारणम् इत्यनेन एव वकारस्य स्थाने उकारः भवति. एतत् इतोपि बृहत्तया विवरणम् अस्ति एव, चिन्ता मास्तु. एतत् विषये अत्र एन् सन्ति आसीत् वच् वच् कथं तद् भवति एकवारं वदति वा? वच् इति अस्ति. अत्र उवाच इति स्वीकुर्मः चेत् अत्र पश्यतु उवाच वच् धातोः एव उवाच भवति. एतत् कथं भवति इति वाच ग्रूञ् व्यक्तायां वाचि इति अपि अस्ति. अत्र वच् इति परिभाषणे अस्ति, वक्ति इति भवति, परन्तु उवाच इति स्वीकुर्मः चेत् अत्र वच् भवति, अनन्तरं तिप्त जी भवति, अनन्तरम् अत्र बहु सूत्राणि सन्ति. नल तु, नल तु, सुस्थल तु, स नल् ममाः इति पञ्चवर्णानि स्थानानि अत्र परिवर्तनं भवति. अतः एव अत्र नल् स्थाने वच् भवति. अनन्तरं लिटि धातोः अनभ्यस्तस्य इत्यनेन नल् स्थाने नकारः एव तिष्ठति. लिटभ्यस्योभ्येषाम् इति सूत्रेण अत्र लिडभ्यभ्यस्य लिट् अभ्यस्य कालेन वकारस्य स्थाने उकारः भवति. एतत् सूत्रेण एव अत्र पश्यतु, अत्र सूत्राणि बहवः सन्ति. सम्प्रसारणमिति प्रधानतया भवति, परन्तु इदानीम् अत्र एतत् सूत्रेण एव अत्र वकारस्य स्थाने उकारः भवति. अनन्तरं शीङ् इति धातु अस्ति. अत्र शीङ् शेते इति भवति, शीङ् शेते इति भवति. अत्र प्रत्येकसूत्रमस्ति शीङ्गो रुट् इत्यनेन एव अत्र एतत् शीङ् धातोः एव भवति. तादृशमेव लिट् अभ्यस्तस्य अत्र पश्यतु, लिट् अस्ति, अभ्यासमस्ति, अनन्तरम् अत्र उभयेषां द्वयोः मध्ये अत्र सम्प्रसारणं भवति. अतः एव तत्र वकारस्य स्थाने उकारः भवति, उवाच इति. एतत् विषये अग्रे पृथक्तया एकम् एकं पदं धातु स्वीकृत्य किम् अन्तिमरूपं भवति इति अग्रे पाठः आरभ्यते एव, चिन्ता मास्तु. अग्रे पठतु चङ्गी. षडि चङ्गी षष्ठाध्याये प्रथमपादे एकादशसमसूत्रं शङी धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य लुङ् लकारे कम् कं कम् अच अचकमता. अत्र चङ्गी इति मया पूर्वं दृष्टवन्तः. अत्र चङ्गी अपि द्वित्वं भवति. अत्र द्वित्वस्थाने अत्र अनभ्यासस्य अभ्यासकार्यं नास्ति. अत्र किमर्थं चेत् अत्र अजादेः अस्ति, अच् एव आदेः अस्ति, तत् स्थाने एव द्वितीयं भवति. कम् इति ककार उत्तरवर्ति अकारः भवति, अतः कं कम् इति भवति. अनन्तरम् एतत् चङ्गी भवति. चङ्गी कुत्र भवति चेत् अत्र अचकमत अचकमत अकारः भवति. किं कुत्र भवति चेत् अत्र लुट् मध्ये भवति, लङ् मध्ये भवति, सर्वत्र लुङ् लङ् लृङ्क्ष अडदात्तः इत्यनेन अकारः भवति. अनन्तरम् अत्र एतत् अच कमत इति भवति, चकारः श्रूयते एव. एतत् विषये अग्रे आगच्छति एव. किञ्च कीदृश धातु इदानीमेव श्रुतवन्तः खलु अत्र यत् लिट् श्लु सर्वत्र द्वितीयं भवति. सन् लिट् स्लू अवगतं किलो मया पूर्वमेव दृष्टवन्तः खलु एतत् विषये सूचितवन्तः अपि. यत्र यत्र चङ् भवति सन् भवति, सन्नन्तं भवति, यङ्गन्तं भवति, लिट् भवति, श्लू भवति जुहोत्यादिगणे, तत्र सर्वत्र ददाति. अनन्तरं चकास तत्र तत्र द्वित्वम् एकवर्णं द्विवारम् आगच्छति. एतदेव द्वित्वम् अत्र चङ् मध्ये अपि द्वित्वं भवति. अत्र अनभ्यस्तस्य अनभ्यस्य कार्यम् अभ्यस्य कार्यं नास्ति. अत्र द्वित्व अजादेः द्वित्वस्य एव अचिवर्णः अस्ति, ककार उत्तरवती अकारः अस्ति, अतः एव अत्र कं कम् इति भवति. अग्रे पठतु भगिनि. चोः पुः वा चा स्थाने का आगच्छति? अत्र आगच्छति एव, क्रमेण आगच्छति. एतत् पश्येम, चुहुः, अनन्तरं पुः चुः, एतत् अनन्तरं जयोन्यतरस्याम्, एतत् सर्वाणि पदानि स्थानेन्तरतमः इत्यनेन भवति. परन्तु एकम् एकं दातुं स्वीकृत्य अत्र कार्यं भिन्नं भिन्नं भवति. अस्तु, अग्रे पठतु. पृथक्तया पठतु एकनिमिषम्. इदानीमत्र पठतु. दाश्वान् वान् वान् इति भवति खलु, कुत्र भवति वान् वान्? अकारमस्ति चेत् अकारमस्ति चेत् आन् भवति. अन्य तावत् प्रत्ययं खलु, गतवान्, शक्तिमान्, बलवान्. मधु प्रत्ययमस्ति चेदपि मतु. आम्, अत्र द्वित्वनिषेधकसूत्रम् एतत् द्वित्वं नास्ति, एतत् द्वित्वनिषेधकसूत्रमस्ति. तत्र पश्चूच इत्यनेन लिटः स्थाने विकल्पेन पशु इति प्रत्ययः भवति. पशु इति प्रसिद्धं सूत्रं, प्रसिद्धं प्रत्ययं भवति. अत्र तत्र त्रिषु धातुषु द्वित्वं निषिद्धं भवति. दाश्रु क्वसु, दाश्वान् सः योगः क्वसु, साह्वान् मिष्ट योगः क्वसु, मेडवान्. अत्र क्वसु इति प्रत्ययम् अस्ति, मतुप् इति प्रत्ययम् अन्यं भवति, अन्यत्र भवति, तादृशमेव भवति. वान् वान् इति अत्र कोऽपि सन्देहः भवति एव. वान् इति अस्ति, अत्र किमर्थं वान्? क्वसु प्रत्ययेन एव दाश्वान्, साह्वान्, मिष्टवान्, मीडवान्. अत्र शकारः अस्ति, शकारस्य स्थाने षडोकः स्वि इत्यनेन एव अत्र शकारस्य स्थाने धकारः भवति. एतत् इतोपि पृथक्तया एकमेकं सूत्रं स्वीकृत्य शकारस्य स्थाने अनन्तरं स्टुनाष्टुः इत्यनेन शकारस्य स्थाने धकारः भवति. अनन्तरं डकारस्य स्थाने जलं जशोन्ते इत्यनेन तृतीयवर्णः डकारः भवति. अनन्तरं खरिच इत्यनेन डकारस्य स्थाने प्रथमवर्णः टकारः भवति. अतः रूपं किञ्चित् स्थाने त्रयं भवति, किञ्चित् स्थानं द्वयं भवति खरिच इति. अस्तु, इदानीं नत्व प्रकरणम् अग्रिमवर्गे स्वीकुर्मः. अन्तिमश्लोकं कोऽपि पठितुं शक्यते वा? पठतु. पूर्णमुदुच्यते, पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्, गुरुभ्यो नमः. हरिः ओम् सर्वे भवन्तः किलः. इतः पर्यन्तं कोऽपि सन्देहः अस्ति चेत् लिखतु, अग्रिमवर्गे पश्येम. अस्तु, अस्तु भगिनी, सर्वेभ्यः नमस्कारः, धन्यवादः.